काष्ठाशब्दस्य व्याख्यानम् अभूत्। आपोऽपि काष्ठा उच्यन्ते इत्यत्र व्याख्यानं सोदाहरणं प्रस्तुतम् अस्तु। अग्रे आगच्छन्ति रात्रिनामानि किमस्ति? अवस्थाभेदेन अत्र भेदः अवगन्तव्यः। एकत्र तस्य वृत्रत्वं वर्तते, अपरत्र मेघत्वं वर्तते। यदा तत्र सेचनसामर्थ्यं वर्तते तदा तत्र मेघत्वं वर्तते, यदा तस्य आवरकत्वं वर्तते तदा तस्य वृत्रत्वं वर्तते। मन्ये पूर्वावस्था वृत्रत्वं वर्तते, अपरावस्था मेघत्वं वर्तते। चेत् यतोहि पूर्वं वृत्रः वर्तते चेत् तस्य उत्तरावस्था या किल नीचैर्गमनसमर्था भवति अथवा नीचैर्गमनाय यदा सज्जा भवति तस्य, तदा तस्य मेघत्वम् अन्यच्च निन्यत्वम् अपि तदैव उच्येत। निम्नानुसारिण्यः अप कस्य कर्तृत्वेन चेत् इन्द्रशत्रुः इति वा वृत्र इति वा एषा पूर्वावस्था वर्तते। न तत्र तु वाक्यद्वयं वर्तते, वृत्रस्य निन्यं विचरन्त्याप। वृत्रस्य यत् नृणामं वर्तते जानन्ति इति तत्र उपचारः क्रियते, कदा अस्माभिरितः गन्तव्यमिति। सावस्था उच्येत। यदा वृत्रस्य नीचैर् गमन गमन योग्या स्थितिर् भवति तदा सा स्थितिर् उच्येत। तस्मिन्नेव काले इन्द्रशत्रुः वृत्रः न इन्द्रशत्रुः इति तु बहुरिर्वर्तते न हा स एव उच्येत वृत्र एव चेत् स दीर्घं तमः अत्रापि अवस्थाविशेष एव उच्यते दीर्घं तम इति तमसदृशी स्थितिः धूमादि प्रभवत्वात् इति हेतु अनेन दीयते स्वशरीर विवृद्ध्या दीर्घं तमः स हि तमः सतत्व एव धूमादि प्रभवत्वात् यावन्तं प्रदेशं निम्नम् अनुसरन्त्यो मेघस्य ता श्रुता भवन्ति निषित्सन्त्यस्ततो बहुतरमसौ वर्धते तदेव उच्यते। मन्ये सा ततः अपि पूर्वावस्था यतोहि तत्र उच्यते अतिष्ठन्तीनाम् अनिवेशनानां तत्र तासाम् अस्थिरावस्था उच्यते काष्ठानाम् अपां चेत् पश्चात् तासां मध्ये शरीरम् आगतं तत्र मन्ये वृत्रत्वं सम्पन्नम् तत्र स्थिरत्वम् आगतं यदा तासां स्थिरत्वं तदा तत्र शरीरत्वापत्तिः सा एव वृत्रावस्था। तत्तु अस्ति परं शरीरात् पूर्वं तु तासाम् अतिष्ठन्ति अथवा अनिविषमाना स्थितिर्वर्तते ततः मन्ये तासां यदा स्थिरत्वं जातं चेत् तत्र स्त्रीत्वमिति घृत्वमुच्येत चेत् तत्र शरीरस्थितिर् सा एव वृत्रस्थितिः अथवा इन्द्रशत्रुस्थितिः उच्येत तिस्रावस्था उच्येरनत्र परं प्रकोष्ठस्यापि तु स्थितिविशेष उच्यते न अतिष्ठन्तीनाम् अनिवेशनानाम् इति परमत्र यथा पञ्चमहाभूतानां मध्ये शरीरं तिष्ठति चेदत्र पञ्चमहाभूताः पृथक् भवन्ति शरीरं पृथक् भवति इति उच्येत तथैव अत्र वर्तते अवस्थाभेदः केवलम् उच्यते न अवस्थाभेदः केवलम् उच्यते तेभ्यः भिन्नं तु एतत् शरीरं न वर्तते बाह्यं वर्तते अर्थात् तत्र पञ्चमहाभूतम् इति यदा उच्यते चेत् तत्र मन्ये व्यापिका दृष्टिर्वर्तते सर्वत्रापि व्याप्तिः तेषामेव यदा सङ्घातभूतं भवति क्वचित् चेत् शरीरम् इति उच्येत चेत् तदेव उच्यते पञ्चमहाभूतानां मध्ये शरीरं तिष्ठति इति तथैव अत्रापि अर्थात् अवस्थाभेदः एव तु वर्तते पञ्चमहाभूतानाम् अवस्थाभेदः एव वर्तते आपस्तु सर्वत्र व्यापिकाः सन्ति परन्तु तेषामेव सङ्घातेन एकः मेघः निर्मितो वर्तते, स च तासाम् अपामध्ये स्थितः वर्तते। नहीं, मेघः अपां भिन्नः कः स्यात्? तथैव तथैव तथैव किन्नाम अम्मयमेव शरीरं, तत्र मेघः भविष्यति। अवस्थाभेदः, तत्र आपः शब्दः प्रयुज्यते, तत्र अग्रे च वृत्रशब्दः प्रयुज्यते, ततश्च मेघशब्दः प्रयुज्यते, ततश्च अन्यः जलादिकं शब्दः प्रयुज्यते। मन्ये अवस्थाभेदे तु वर्तेत तन्मध्ये शरीरं, तेषां मध्ये शरीरं तिष्ठति तथा न उच्यते, तन्मयमेव शरीरं वर्तते। न वाक्यं भविष्यति न, यथा दधनी घृतं तिष्ठति, पृथक् पृथक् न वर्तते। यदा एतद् वाक्यं वर्तते दधनी घृतं तिष्ठति, न घृतं तु यथा दुग्धात् दधि भावो भवति, अवस्थाभेदेव तु उच्यते तत्र। दुग्धे भी घृतम् अस्ति, दुग्धे दधि वर्तते, ततः नवनीतं भवति, ततः घृतं भवति इति अवस्थाभेदेव तु वर्तते। सर्वथापि अवस्थाभेदस्यैव तु नाम वर्तते, तथैव अत्र अपां स्थितिर्वर्तते। न यदा दुग्धस्य परिणामः दधि उच्यते चेत् तत्र अपि दध्नः अतिरिक्तमपि किमपि अवशिष्टम्? वर्तेत परं न दृश्यते तत्तस्याम् अवस्थायाम्। यदा दुग्धमिति उच्यते तदा घृतं न दृश्यते, अवस्थान्तरे च दृश्यते। तथैव अत्रापि यदा तेषाम् अतिष्ठन्ति उत्वा निविषमाना स्थितिर्वर्तते तथा तत्र वृत्रत्वम् उत्वा मेघत्वं नास्ति, परं तत्र तिष्ठति। अवस्थाभेदे उत्वा परिस्थितिभेदे च तस्य वृत्रत्वम् आगच्छति तासाम्। तथैव अत्रापि उच्यते अस्तु, यदा घृतं निःसृतं तदा दधि तिष्ठति। यदि यदि व्याप्यव्यापकभावो वर्तते चेत् घृतं निःसारितं तदा तु दधि तु न उच्यते। दधनी घृतं व्याप्तं वर्तते, आधारादेः भावो वा स्यात् अभिव्यापकत्वेन। घृतमिति पृथग् वस्तु वर्तते, परं यदि दधि दुग्धयोः उदाहरणं गृह्येत तथा स्यात्। मन्ये दुग्धदधि मध्ये यः सम्बन्धो वर्तते, दधि घृतं, घृतमपि तु अवस्थान्तरमेव उच्येत। द्रव्यान्तरं वर्तते तु अवस्थान्तरं वर्तते, अवस्थान्तरमेव तु द्रव्यान्तरम् उच्येत। परन्तु अन्यदपि वस्तु वर्तते एव, तत्र तक्रादिकं यदुच्यते अस्माभिः, तक्रमपि अवस्थान्तरं वर्तते, अन्यच्च घृतमपि अवस्थान्तरं वर्तते। अवस्थान्तर अस्तु उच्येत, मन्ये तत्र न स्यात् चेत् अत्र तु वर्तते एव दुग्धदधि मध्ये यः सम्बन्धः, दुग्धे दधि तिष्ठति। नहीं, न उच्यते इति तु पृथक् वार्ता, परं स्वीसम्बन्धे तु उच्येत एव। यदा प्रकृतिविकृतिभावः अभीष्टो भवति वक्तुः चेत् तदा तु उच्येत एव, दुग्धस्य दधि क्रियते, दुग्धस्य दधि क्रियते इति, जलस्य हिमः क्रियते, तथैव अत्रापि स्यात् अवस्थान्तरम् एव। दुग्धस्य सम्पूर्णतया परिणामः दधि न उच्यते, परिणामः दधि उच्यते, परन्तु यस्मिन् समये तत् दुग्धं वर्तते तस्मिन् समये एवं न वक्तुं पारयति यत् अत्र दधि वर्तते, दधि दध्नः कणाः सन्ति तत्र, अन्य च नहीं, तथापि व्यवहारः दृश्यते, तादृशात् शब्दन्यायेन दृश्यते, तद् स एव व्यवहारः वर्तते अत्र। यदा उच्यते अपां काष्ठानां, काष्ठानां मध्ये शरीरं तिष्ठति, मेघः तिष्ठति चेत् परं किमस्ति तत्र, शरीरम् इति स्थावरावस्था स्यात्, अन्यच्च अतिष्ठन्तीनाम् इति अस्थावरा स्थितिः स्यात्, तासामेव अवस्थान्तरत्वेन शरीरं गच्छति, शरीरत्वं गच्छति, स एव स्थितिः वृत्र इति वा इन्द्रशत्रु इति वा उच्यते, तथा च अपरावस्था मेघ इति उच्यते, अपरा च तस्य वृष्टिरिति उच्यते, एतवस्थान्तरभेदे एव तु वर्तते। यथा वृक्षेषु शाखा तिष्ठन्ति, वृक्षः पृथक् वर्तते, वृक्षः दर्शते अपि पृथक् पृथक्तः, अयं वृक्षः एताश्च शाखा सन्ति इति, अवयवानां समुदाये एव तु अवयवि उच्यते, पृथक् कः वर्तते, व्यावहारिकः वर्तते। आपः जलं किमुच्यते, किम् यथा आप इति किं चेत् जलमिति किम्, भेदः भवति, स एव भेदः अत्रापि प्रदर्शितः, जल आघातने वर्तते न, तत्र स्थूलावस्था जल इति उच्येत, सूक्ष्मावस्था आपः इति उच्येत, नीलगिरि नीलकण्ठे भवेत्, यतो हि उच्चैः वर्तते स्थानम्, तत्र तु मन्ये यथा तूलिका भवति रुई इति तद्रूपेण वर्तेत न, यथा यथा तस्य वृष्टिरपि तु भवति न, किन्नाम हेमवृष्टिर्भवति, हेमवृष्टिर्भवति चेत् हेमवृष्टि पृथक् वर्तते तत् मन्ये यथा शीतर्थं मन्ये भेदास्तु भवन्ति एव अवस्थाभेदेन तत्र वायुमण्डलस्यापि प्रभावः भवत्येव क्वचित् उष्णता भवति क्वचित् शीतता भवति क्वचित् घनत्वं भवति क्वचित् अल्पत्वं भवति तथा तु भविष्यत्येव भेदस्तु सर्वथा भवत्येव स्थानभेदेन मण्डलभेदेन सर्वथा भेदस्तु भवत्येव भेदे निषेधः नास्ति परम् अत्र भेदस्यैव तु कथा क्रियते एका अतीव पूर्वावस्था ततो ततः परा ततः परा ततः परा इति चेत् तस्यैव तु शीर्णता भवति मेघस्यैव शीर्णता भवति अर्थात् यदा शीर्णता भवति तदा तस्य मेघस्थितिर्वर्तते तर्हि सेचनसामर्थ्यं तत्र वर्तते ततः पूर्वं तत्र वृत्रत्वं वर्तते वृत्रत्वम् इति आवरकत्वं यतोहि आवृत्य तिष्ठति असौ तत्र अप तथा तु अध्ययनं नास्ति मम नीचे इति वा उपरि इति वा परम् अत्र यदुच्यते तथा तत्र प्रतीयते शब्देन तथा प्रतीयते आलङ्कारिकं वर्णनम् एतद् वर्तते यदा तस्य घनभूतत्वं वर्तते स एव वृत्रः इति उच्येत यदा तत्र एकत्र मन्ये किमुच्येत तत्र अस्तु तस्य घनत्वं कथं जातं तत्र किं कारणं वर्तेत यदा सूक्ष्म आपः सन्ति चेत् तासां शरीरत्वं कथं सम्पन्नं मन्ये वायोः प्रभावात् यतोहि तत्र धारकः एकः वायुर्भवति एकः धारको भवति अपरश्च वर्षको भवति चेत् धारकस्य वायोः प्रभावात् तेषां तासाम् अपां घनत्वं स्यात् तदेव शरीरमिति वा सा एव स्थितिः वृत्र इति उच्येत इतस्ततो न प्रसरन्ति नैव नीचैरागच्छन्ति न चापि उपरि गच्छन्ति सा स्थितिः उच्येत कस्य मध्ये नै भेदः वर्तते न यदा तत्र शब्द एव प्रदर्शयति भेदं तु शब्द एव भेदं प्रदर्शयति मेघ इति मेह सेचने यदा तत्र सिञ्चनावस्था वर्तते तस्यैव अर्थात् मन्ये खण्डनकालः तस्य वर्तेत भेदनकालः तस्य वर्तेत सः मेघः इति उच्येत मन्ये तत्र सेचनसामर्थ्यम् अथवा सेचनकालः वर्तते तत्र वृत्रकालः न वर्तते आवरकत्वं तत्र न वर्तेत ततः पूर्वम् अवरकत्वं वर्तेत इति अत्र प्रतीयते पूर्वं वृत्रत्वं वर्तते तथा इन्द्रशत्रुत्वं वर्तते तेन इन्द्रियेण तत्र प्रहारः कृतः ततः मेघत्वं सम्पन्नं मेघत्वे सति तत्र वृष्टिर्जायते पूर्वमिति वृत्रः कः अस्ति मेघः वर्तते मेघोऽपि मेघः वर्तते इन्द्रशत्रुरपि मेघः वर्तते इत्येव चेत् अस्तु नाम भेदः किमर्थं वर्तते तदेव तु उच्यते परन्तु अत्र यदि मेघस्य पूर्वावस्था वर्तते तत्र किमपि मेघपूर्वम् अस्ति यत् जलस्य ये सवनं भवति तत् मेघ भवति केन उच्यते केन उच्यते चेत् तत्र तु एक एव शब्दः गृहीतो वर्तते सर्वोऽपि स मेघ इति वक्तुं शक्यते यतोहि शब्दस्य प्रयोगः अनेकधा भवति भावि संज्ञाविज्ञानमपि तु भवति यथा अत्र सूत्रशाटकन्यायः गृह्यते चेत् यः अग्रे गत्वा मेघः सम्पत्स्यते तस्य कृते पूर्वमेव अपि पूर्वमपि मेघ इति उच्यते लोके तत्र तथा गाम्भीर्येण न विचार्यते न तत्र एकः शब्दः सुरक्षितः मेघ इति चेत् मेघत्वं तत्र वर्तते परं मेघत्वं मेघे मेघत्वं किमस्ति मेघशब्दे मेघत्वं किमस्ति मीहसेचने इति व्याकरणं कथयति अन्यच्च परम्परा कथयति मीहसेचने इति एवं नास्ति यत् पाणिनिना अपूर्वतया तत्र अर्थः प्रदर्शितः मीहधातोः सेचनम् इत्ययः अर्थः प्रदर्शितः एवं नास्ति अपूर्वत्वेन प्रदर्शितः परम्परया सः अर्थः प्राप्तः वर्तते ऋषिपरम्परया चेत् तेन ज्ञायते मेघे मेघत्वं सेचनसामर्थ्ये सति भवति ततः पूर्वं यदा तत्र आवरकत्वं भवति चेत् तत्र वृत्रत्वं वर्तते मन्ये मेघत्वं मेघशब्देन सावस्था उच्येत वृत्र इति यथा अत्र उच्यते अन्यच्च वृत्रशब्दः कथयति यत् यदा तेषां तासाम् अपां सङ्घननं भवति पूर्वावस्थायां चेत् सावस्था मन्ये वृत्रावस्था उच्येत ततः इन्द्रशत्रु अवस्था सा उच्येत यदा तत्र इन्द्रेण सूर्येण सूर्यकिरणैः तत्र आघातः क्रियते सैव च सङ्ग्रामः इति उच्यते स मन्ये यतो हि पूर्वावस्था वृत्रः वर्तते ततः तत्र इन्द्रशत्रुत्वम् आरोपितम् तथा तु न जायते किमस्ति मिश्रितवर्णीयः श्वेतश्याम श्वेतश्याम इति भवेयुः तत्र निषेधः नास्ति तत्र किमपि अत्रापि तु अवस्थाभेदः उच्यते यदा तत्र सेचनसामर्थ्यम् अवस्थायां वर्तते सा अवस्था मेघशब्देन उच्येत इति शब्दः कथयति अहि शब्देनापि स एव उच्यते यतो हि अत्र मन्त्रवर्णः ब्राह्मणवादः मत्वन्तः स्यात् चेदेतैः समाधिखण्डं स्यात् अहिवन्तः मन्त्रवर्णाः ब्राह्मणवादाश्च तत्र उपमार्थेन युद्धवर्णाः भवन्ति उत्तमा नपुंसके एकवचनं स्वीक्रियते अहिवत् इति अहि शब्दवत् शब्दे बलम् अस्ति अत्र अर्थे नास्ति अर्थात् वृत्रशब्देन इन्द्रशत्रुशब्देन अथवा मेघशब्देन तु वर्तते एव अहिशब्देनापि मन्त्रवर्णः वर्तते इति ब्राह्मणवादाः बहुवचनी मंत्रवर्णा इत्यपि बहुवचने एव वर्तते। मंत्रवर्णः अन्यच ब्राह्मणवादाः अहिवत् अर्थात् अहिशब्दयुक्ताः सन्ति। तात्पर्यं तु एतदेव एतदेव अत्र प्रकृते प्रसङ्गे दृश्यते। तु तु शब्दोऽपि अत्र चार्थे वर्तते अहिवच्च। न केवलं वृत्रवदेव इन्द्रशत्रुवदेव अपि तु अहिवदपि अहिवच्च। चेत् अहि शब्दः अत्र अयनादिति गृहीतः चेत् तत्र यदा गति वर्तते तदा अहि शब्देन उच्येत। चेत् अग्रे चलामः। रात्रिनामान्युत्तराणि त्रयोविंशति, त्रयस्त्रीणि च विंशतिश्चेति त्रयोविंशति नामानि उत्तराणि उत्तरवर्तीनि रात्रेः सन्ति, रात्रेः कृते सन्ति। रात्रिशब्दः उभयथापि लभ्यते ह्रस्वान्तः दीर्घन्तश्चापि। रात्रेश्चाजसौ अत्र नियन्त्रितः शब्दः, परं सामान्येनापि लभ्यते। यतोहि तत्र व्यवस्थापि दीयते किन्नाम बह्वादिभ्यश्च कृदिकारादक्तिनः, ये इकारान्ताः कृदन्ताः शब्दाः सन्ति तेभ्यः ङीष् अपि भवति। चेत् ह्रस्वान्ता दीर्घान्ता च उभयथापि लभ्यन्ते सामान्येन। क्वचित् कश्चित् शब्दः प्रसिद्धो भवति उत्वा संयतो भवति व्यवहारे। त्रयोविंशति इति ह्रस्वान्तः स्यात् अथवा दीर्घान्तः कश्यप? अत्र तु दीर्घान्तः दीयते। कथं दीर्घान्तत्वं सम्पद्येत? सन्तोष कथं सम्पद्यते दीर्घान्तत्वम्? त्रयोविंशति चेत् द्विवचनान्तो वर्तते वा? निपातः यदि विंशति तत्रापि तु ह्रस्वान्त एव वर्तते। अत्र तु दीर्घान्तः दृश्यते न पाठे। त्रयोविंशति रात्रि पूर्णविरामदीयते मन्ये। रात्रिनामान्युत्तराणि त्रयोविंशतिः, अस्तु पूर्णविरामः दीयते तत्र। अत्र दुर्गपाठे दीर्घान्तः दीयते। दुर्गपाठे दीर्घान्तः दीयते। त्रयोविंशति रात्रिः शब्दः आगतः। रात्रिः कस्मात्? प्ररमयति भूतानि नक्तञ्चारिणि, यानि नक्तञ्चारिणि भूतानि भवन्ति। नक्तमिति अव्ययं वर्तते, मकारान्त एव अव्ययशब्दः। नक्तञ्चारिणि, नक्तं चरन्तीति अथवा नक्तं चरितुं शीलं येषां, तानि नक्तञ्चारिणि भूतानि, ये प्राणिनः भवन्ति, तान् रमयति, प्ररमयति, प्रकर्षेण रमयति। यदैव रात्रिरागच्छति चेत्ते ते प्राणिना तत्र भये निर्गत्य विचरन्ति स्वच्छन्दतया उलूकादयः उत्वा अन्येऽपि सन्ति हिंसकाः प्राणिनोऽपि तु प्रायेण रात्रावेव विचरन्ति न उत्वा दिवापि सिंहस्य प्रवृत्तिस्तु उभयथापि भवन्ति न दिवापि भवन्ति उभयथापि भवति नक्तञ्चारिणि अस्तु नक्तञ्चारिभ्यः अन्ये ये प्राणिनः सन्ति सिंहादय अस्तु हिंसकानां वृत्तिः प्रायेण विपरीता एव भवेत् शाकाहारिभ्यः भिन्ना भवेत् रात्रिरेव तिष्ठति ददातु उपरमयति इतराणि ये अन्ये प्राणिनः सन्ति तान् सर्वानपि असौ उपरमयति दिवा हि सर्वेऽपि प्राणिनः कार्येषु संलग्ना भवन्ति यदैव रात्रिरागच्छति चेत् कार्येभ्यः ते उपरता भवन्ति यदा उपरता भवन्ति चेत् ध्रुवीकरोति तान् स्थिरान् करोति एकत्रैव ते शेरते इति वा यत्किमपि कुर्वन्ति परं तत्र दिवा यत् चाञ्चल्यमागच्छति सूर्यकिरणस्पर्शैः तन्न भवति तदा किमस्ति त्रयोविंशति नै तथा आवश्यकता न भवति साङ्गीतिकः एषः पाठः वर्तते पदपाठे तु भविष्यति साङ्गीतिके पाठे न भविष्यति तथा पूर्णविराम इति दीयेत मन्ये चेत् साङ्गीतिके पाठे तु दीर्घत्वं स्यादेव प्रायेण पुरातनाः ग्रन्थाः साङ्गीतिके पाठे लभ्यन्ते अष्टाध्याय्यामपि विचारः तत्र महाभाष्ये अनेकत्र आगतः साङ्गीतिकं पाठं स्वीकृत्य तत्र अनेकत्र आगतः न स्थानीयन्तरतमः इत्यत्रापि विचारः कृतः अन्यत्रापि विचारः कृतः वर्तते तेन एव विषयः ध्रुवीकरोति रात्रिर्वा स्यात् दानकर्मण चेत् रात्रिः रमधातोः साधितः शब्दः पूर्वं तु द्वयोः निर्वचनयोः अग्रे च साध्यते रात्रिर्वा स्यात् दानकर्मणः रा दाने इत्यस्मात् रात्रिशब्दः साध्यते अत्र प्रदीयन्ते अस्याम् अवश्यायाः यदैव इयमागच्छति तदैव तु अवश्यायाः भवन्ति अवश्याय इति ओष्कणाः इति उच्येत आपः तत्र भवन्ति स्थिरा भवन्ति न प्राणिनः दिवातु कार्येषु व्यग्रा भवन्ति चञ्चला भवन्ति रात्रौ स्थिरा भवन्ति ते शय्यायां शयनादौ चेत् अवश्यायाः अस्यां प्रदीयन्ते अतोऽपि असौ रात्रिः इति उच्यते रात्रेः पश्चात् उषा आगच्छति अत उषो नामानि उत्तराणि षोडश षोडश नामानि उषसः सन्ति अग्रे उषाः कस्मात् उच्छतीति सत्याः उच्छी विवासे रात्रिम् असौ विवासयति दूरीकरोति अतः सा उषा इति उच्यते उषः कालः प्रायेण उच्यते रात्रेः यः चतुर्थः भागः स्यात् मन्ये उषसः बहुवर्णनं वेदेषु वर्तते उषः कालस्य यतोहि उषः कालः अतीव लाभप्रदो वर्तते तत्रैव सर्वाण्यपि कार्याणि सम्पद्यन्ते सः सात्विकः कालः सत्त्वप्रधानः कालः दिव्याः या वृत्तयः भवन्ति तासां जागरणकालः तत्र वर्तते सांसारिकं यत् चाञ्चल्यम् अस्ति तत्र तद् न भवति. स एव अश्विनोः कालः. अश्विनौ यौ देवानां वैद्यौ उच्यते तयोरपि कालः स अश्विकाल एव भवति. आगमिष्यति पदे पदे अत्रापि बहुवर्णनम् उच्छति इति सत्याः. रात्रेरपरः कालः, रात्रेर्यः अपरः कालः स उषा इति उच्यते. तस्य एषा भवति उषसः कृते एषा रिक्तस्तूयते. इदं श्रेष्ठं ज्योतिषां ज्योतिरागात् चित्रं प्रकेतो अजनिष्ठ चित्रः प्रकेतो अजनिष्ठ विभ्वा यथा प्रसूता सवितुः सवाय एवा रात्रि उषसे योनि मारैक. इदं पुरस्ताद् वर्तमानम्. इदं शब्दः प्रत्यक्षे विषये एव प्रयुज्यते चेत् मन्ये ऋषिरयं तत्र वर्तते. इदं श्रेष्ठम् इति इष्ठनानिर्देशः अत्र क्रियते चेत् यानि कान्यपि ज्योतींषि वर्तते तेषां मध्ये अस्य श्रेष्ठत्वम् उच्यते. अतीवलाभप्रदत्वात् तस्मिन् काले यज्ज्योतिर्वर्तते. इदं ज्योतिषां ज्योति श्रेष्ठं ज्योतिरागात् आगच्छत्. अयम् एतच्च ज्योतिः चित्रः वर्तते, ज्ञानप्रदो वर्तते, अन्यच्च प्रकेतनम्. चित्रः चित्रः इति विचित्रः अन्यच्च ज्ञानेऽपि आगच्छति न चिति संज्ञाने चेतयिता चेतयिता इत्यपि स्यात्. अन्यच्च पूजनीयं चायरी पूजादिशामनयोः तस्मादपि चित्रशब्दः साध्येत चेत् पूजनीयम् एतत् ज्योतिर्वर्तते इति यतोहि एतत् सर्वेषामपि श्रेष्ठं वर्तते. अन्यच्च प्रकेतनं वर्तते चेत् प्रकेतनमिति प्रज्ञातम् अधुना एतद् दृश्यते समन्ता दृश्यते कित निवासे रोगावलय च अत्र कित धातोः प्रयोगः ज्ञाने दृश्यते अनेकत्र. प्रज्ञापकः दिवसस्य सर्ववस्तुना प्रज्ञापको भविष्यति. सर्वेऽपि पदार्थाः यथायथं तत्र ज्ञायन्ते यदा एषः कालः आगच्छति एषः प्रकाशकः प्रकाशको वा आगच्छति. अजनिष्ठ विभ्वा व्याप्त्या व्याप्ता असौ कालः अथवा प्रकाशः प्राप्तः. यथा प्रसूता सवितुः सवाय यथा इयं प्रसूता सति सवितुः सूर्यस्य कृते सवाय उत्पत्ते योनिम् आरैक् इत्यस्य सम्बन्धो भविष्यति. योनि इति स्थानम् उच्येत आरैक् इति अरिचत् स्थानम् अकरोत्. एव रात्रि उषसे तथैव रात्रि उषसे स्थानं योनिम् आरैक् स्थानं करोति कृतवती. स्थानं ददाति अर्थात् स्वयं ततः पृथक् भवति तस्मै च स्थानं ददाति. अग्रे आगच्छ भवान्. एवमेव रात्रि उषसे स्थानं ददाति. रात्रि पृष्ठतो गच्छति एतां च अग्रे करोति. सूर्यस्य उभयथापि स्थितिः वेदेषु कथ्यते. उषसः पूर्वस्मिन् कालेऽपि अन्यच्च परस्तात् कालेऽपि सूर्यस्य स्थितिः नाम उषसः स्थितिः सूर्यस्य पुत्रित्वेनापि वर्तते, भगिनित्वेनापि वर्तते, अन्यच्च मातृत्वेनापि वर्तते. यतोहि सूर्यादेव तस्याः उत्पत्तिर्जायते. सूर्यः तदा मन्ये पृष्ठतः वर्तते, तस्यैव परोक्षे वर्तमानस्य या परोक्षाः क्रीडा अथवा परोक्षवर्तीनां क्रीडानां प्रकाशः अतीवसूक्ष्मः, स एव कालः उषः कालः अथवा स एव प्रकाशः उषः प्रकाशः इति वक्तुं शक्यते, चेत् सूर्यस्य पुत्रित्वेन तत्र वर्तते. अन्यच्च तत्रापि प्रेरकत्वं वर्तते चेत् योगिनाम् अथवा समाधव्यनिष्ठाः सन्ति तेषां कृते तत्र सूर्यस्य प्रेरकत्वं सूर्यत्वं वा वर्तते. पश्चाच्च उषसः पश्चादपि किन्नाम सूर्यस्य सूर्यत्वं वर्तते अन्येषां कृते वर्तते तदा, चेत् सूर्यस्य पुत्री अन्य च सूर्यः अस्य पुत्रोऽपि भवति, अन्य च सः वृत्तिरपि एतयोः उभयोरपि वर्तते चेत् भ्रातृभगिनित्वमपि अत्र उच्यते वेदे, स्वस्त्रित्वम् अग्रे वक्ष्यते. रात्रेः पुत्रत्वेन उभावपि रात्रेः पुत्रौ इति उक्त्वा, यतोहि रात्रेः पश्चादुत्पत्तिर्भवति उभयोरपि, अतः कृत्वा रात्रेः पुत्रौ उभावपि. अन्यच्च रात्रौ यः अवश्यायः पतति तस्य अवश्यायस्य पानम् उभावपि कुरुतः, सहैव कुरुतः, तदेव च स्तन्यम् एतयोः कृते वर्तते रात्रेः, चेत् रात्री माता भवति अन्य चेतौ पुत्रो भवतः इत्यपि तत्र वर्णनं पदे पदे प्राप्यते. कदा नहीं कस्मिन् काले अधुना वर्षर्तौ तु अधुना तु समयः ऋतु परिवर्तनं भवति चेत् अधुना तु लाभप्रदं न भविष्यति, ग्रीष्मे तु शीयते एव. प्रातःकाले यदि स्वभाष्येषु स्वामिना दयानन्देन पदे पदे उच्यते ये तत्र जागरिताः भवन्ति तैः तथा सेवनम् उषः कालस्य कर्तव्य इति, अर्थात् मन्ये पश्या बहिः खट्वां दत्त्वा इति शेरते चेदपि ते उच्येतरे अस्माभिः तु उषः कालस्य सेवनं क्रियते एव, तत्र अपरैः भ्रमित्वा क्रियते जागरित्वा वा क्रियेत, अस्माभिः तत्र शयित्वा क्रियते, तत्र कः भेदः चेदुच्यते तत्र जागरितैरेव तस्य सेवनं कर्तव्यम् इति. यः लाभः जागरणेन भवति शयनेन कदाचित् न लभ्येत. अस्तु, इदं श्रेष्ठं ज्योतिषां ज्योतिर् आगमत् आगच्छत् आगात् आगात् इति गाधातोः स्यात् अत्र च गमे प्रयोगः लुङ्गि एव वर्तते उभयत्रापि. आगमत् चित्रं चायनीयं पूजनीयं मङ्घनीयं प्रकेतनं प्रज्ञाततमं वर्तते. रात्रौ तु प्रज्ञातता तथा न भवति एतस्मिन् आगते सति भवति. अजनिष्ठा उद्भूता विभूततमं विभ्वा सर्वत्रापि व्याप्त्या, एवं नास्ति यदत्रैव वर्तते सर्वत्रापि वर्तते एषः. यथा इयं प्रसूता सवितुः प्रसवाय, सवितुः सूर्यस्य प्रसवाय उत्पत्तये, रात्रिः आदित्यस्य, एवं रात्रि उषसे योनिमारिचत्. अस्तु, उभयोः कृते एषः एव ददाति रात्रिः, रात्रिरादित्यस्य. यथा रात्रिः आदित्यस्य कृते स्थानं ददाति तथैव रात्रिरेव उषसे अपि स्थानं ददाति इति. योनिमारिचत् स्थानं ददाति, रिक्तीकरोति. एवमपि वक्तुं शक्यते सूर्यः रात्रिम् अपनयति, तथापि वर्णनं वर्तते एव, यतोहि सूर्यस्य जारत्वेनापि वर्णनं वर्तते, सूर्यः रात्रेः जारो वर्तते इति निशायाः. परम् अत्र देवत्वेन यत् रात्रिः तस्य कृते स्थानं रिक्तं विदधाति. स्त्रियोनिरपि योनिरुच्यते, स्त्री योनिर अभियुत एनाम गर्भ योनि एतदर्थम उच्यते यतो हि तत्र गर्भः गर्भाशयः तत्र अभियुतो भवति संयुक्तो भवति अतः सा योनिरिति उच्यते तस्या एषा अपरा भवति उषसः कृते एषा अपरापि आगच्छति अग्रे उषसः कृते एव अप्रापिरिग् अत्र दीयते ऋषद्वत्सा रुषति श्वेत्यागात् आरैक् उ कृष्णा सदनान्यस्याः समानबन्धु अमृते अनूची द्यावा वर्णम् चरत आमिमाने इयम् या उषा वर्तते एषा ऋषद्वर्षा वर्तते ऋषद्वत्सा वर्तते अस्य यः वत्सः वर्तते सूर्यः सः देदीप्यमानो वर्तते देदीप्यमान वत्सा देदीप्यमानः वत्सो यस्याः सा ऋषद्वत्सा केवलं वत्स एव देदीप्यमानो न वर्तते अपि तु रुषति स्वयमपि देदीप्यमाना वर्तते चेदत्र पुत्रमातृसम्बन्धेन वर्णनं क्रियते वत्सः सूर्यः तस्याः वर्तते यतोहि पश्चादागच्छति तथा कृत्वा एषा श्वेत्यागात् श्वेतवर्णा या वर्तते सा आगात् अत्र प्राप्नोत् हा उषा श्वेतवर्णीया उषा श्वेतवर्णीया उषा तथा यतो हि अरुणत्वं तु तत्र पश्चादागच्छति तत्र अरुणत्वं न वर्तते ततः अरुणावस्थायाः पूर्वावस्था वर्तते चेत् तत्रैव श्वेतत्वं वर्तते चेत् आगादिति आगच्छति आरैगु कृष्णा सदनान्यस्याः अस्याः उषसः कृते कृष्णा रात्रि सदनानि आरै सदनानि इति गृहाणि अथवा स्थानानि आरैक् स्थानानि करोति तस्याः कृते स्थानानि करोति इत्येव चेत् ततः पृथक् भवति पृष्ठे भवति उषसः कृते स्थानं ददाति इति भावः निसरति यत्र यत्र सा गच्छति तानि स्थानानि रिक्तानि करोति असौ कृष्ण रात्रि कृष्ण इति रात्रि एवमुच्येत उत्वा एवमुच्येत उषसः यानि स्थानानि सन्ति यथा यत्र यत्र उषसः व्याप्ति सम्भाव्यते तत्र तत्र स्थानानि असौ रात्रि रिक्तानि करोति अहं गच्छामि त्वदीयं स्थानं स्वीकुरु इति एवं भावः स्यात् हा यतोहि पृथिव्याः भ्रमणेन तस्याः व्याप्तिः स्यात् चेद् यत्र एषा घटना वर्तते तत्र तु उषः कालो वर्तते परं ततो अग्रे तु रात्रिकाले एव वर्तते यथा यथा पृथ्वी भ्रमति तथा तथा उषसः कालः तत्र तत्र आगच्छति एवं भविष्यति चेदत्र किमस्ति रात्रिः पृथग् वर्तते अन्य च उषाः पृथग् वर्तते कालोऽपि तयोः पृथक् पृथक् वर्तते अग्रिमा या पङ्क्तिर्वर्तते तत्र सहैव स्तुतिर् अनेन उत्तरार्धेन प्रस्तूयते उषासः उभयोरपि अत एव समानबन्धु इति उच्यते समानबन्धुरिति समानबन्धने एतयोः बन्धनं समानमेव वर्तते सूर्येण सह सम्बद्धता वर्तते उषान्य च रात्रि उभयोरपि समानबन्धु एते रात्रि अन्य च उषा एतयोः बन्धनं समानमेव वर्तते मन्ये सूर्यकारणादेव एतयोः प्रस्तुतिर्जायते इति तथा उच्यते. सहैव तिष्ठतः सर्वथापि उषा अन्यच्च रात्रि सहैव तिष्ठतः न कदाचिदपि पृथक् भवतः. अन्यच्च विशेषणं दीयते अमृते, एते उभेऽपि अमृते स्तः, मरणधर्माणि न स्तः, सर्वथापि अमृतत्वं सदैव भवतः. उषा वर्तते चलति, तदेव तु वर्तते, तदेव तु उच्यते सहैव. यदि सम्पूर्णायाः पृथिव्याः पश्यामः चेत् तु सर्वदैव एतयोः स्थितिर्वर्तते. अत एव अमृते इति, न कदाचिदपि अत्रत्याः ये जनाः सन्ति तेषां कृते तु वन्यविनाशः स्यात्, अत्रत्या इति कुत्रत्यापि भवेयुः, परं यदि सम्पूर्णतया पश्यामः चेत् कदाचिदपि एतयोः विनाशो न भवति. अत एव अमृते इति उच्यते, कदाचिदपि मरणम् एतयोर्न भवति इति. अन्यच्च अनुचि, अनुचि इत्यपि विशेषणं दीयते अत्र चेत्, अनुचि इति अनुगतौ अथवा अनुगते इतरेतरम् अभिप्रेत्य भवतः. रात्रेः पश्चात् उषः आगच्छति, उषः पश्चात् रात्रिरागच्छति इति, एवम् अनुचि वर्तेते. द्यावा वर्णं चरतः, उभावपि च द्यावा द्युलोकादेव वर्णं प्राप्नुतः. स्वकीयः यः कश्चिदपि वर्णो वर्तते, तं वर्णम् उभावपि ततः प्राप्नुतः. रात्रि अन्य च उषा द्योतनं तु तत्रापि वर्तते एव रात्रौ अपि किञ्चित् चेत्, तत्र रात्रौ ये ज्योतिपिण्डा तिष्ठन्ति तैः तत्र द्योतनं भवति, अत्र च भिन्नरूपेण भवति. परं कारणं तत्र द्युलोक एव वर्तते तत्र वर्णस्य. आमिमाने इति परस्परम् परस्परं निर्माणम् एते उभे अपि कुरुतः कुर्वाणे इति वा. ऋषद्वत्सा सूर्यवत्सा, वत्सा अत्र सूर्यः उच्यते, सूर्यः वत्सो यस्याः सा सूर्यवत्सा ऋषद्वत्सा देदीप्यमानः. ऋषदिति वर्णनाम ऋषद् भवति, रोचतेर्ज्वलति कर्मणः, रुचदीप्तौ अत्र ज्वलत्यर्थो गृह्यते, तस्मात् ऋषद् शब्दः. सूर्यमस्या वत्समः, उषसः वत्सं सूर्यम् आह अत्र. सूर्यः तस्य वत्सो वर्तते इति. कथम्? साहचर्यात् सहैव तिष्ठति सर्वथापि न कदाचित्, यथा मात्रा सह वत्सः सदैव तिष्ठति न कदाचिदपि पृथक् भवति, तथैव अयं सूर्योऽपि तया सहैव तिष्ठति सर्वथापि. अन्यच्च रसहरणात्, उषः काले यः रसो भवति, ओष्कणाः तत्र तृणादिषु पतिता भवन्ति, तान् असौ हरति, किन्नाम सूर्यः. यथा वत्सः स्तन्यं गृह्णाति मातुः सकाशात्, तथैव अयमपि गृह्णाति. सर्वं सर्वत्र लाभप्रदं न भवति, अवस्थाविशेषे भवति. मन्ये शयनेन न स्यात्, परं तत्र भ्रमणेन तु भवति. अस्माकं कृतेऽपि लाभप्रदो वर्तते, परं कथं तस्य प्रयोगः कर्तव्य तथा जातव्यं भवति भ्रमणादिना. अत्र तु दृश्यते, बहुशः दृश्यन्ते तत्र तु. साचर्याद् रसरणाद्वा रुषति स्वयमपि दीप्ता सति श्वेत्यागात् श्वेतवर्णीया सा आगच्छति। श्वेत्या श्वेततेः श्वेतावर्णे इत्यस्मात् श्वेति शब्दः निर्मितः श्वेत्या। अरिचत् कृष्णा सदनानि अस्याः, अस्याः इति उषसः, यानि सदनानि सन्ति तानि कृष्णा अर्थात् रात्रि अरिचत् रिक्तानि अकरोत्। कृष्णा कृष्णा कृष्णवर्णा रात्रि चेत् कृष्णः अस्यास्ति इति कृष्णा मत्वर्थे अत्र अस्प्रत्ययो भविष्यति अर्थादित्वात्। कृष्णवर्णा रात्रिः कृष्णम् कृष्यते कृष्णधातोः वर्तते कृष्णशब्दः निकृष्टवर्णः सः वर्णः निकृष्टः भवति अन्येभ्यः वर्णेभ्यः अपेक्षया। अथैने संस्तौति अथ पश्चात् उत्तरार्धेन ऋचः एने इति उभे अपि रात्र्युषसे सहैव संस्तौति ऋषिः। समानबन्धु समानबन्धु इति समानबन्धने समानम् एव एतयोः बन्धनं वर्तते अतः एते समानबन्धु इति वा समानबन्धने इति वा उच्यते। अन्यच्च अमृते सदैव तिष्ठतः एते न कदाचिदपि म्रियेते अमरणधर्माणौ। अनुचि अनुचि इति अनु अञ्चति इति अन्वक् स्त्रियामनुचि। अनुच्यौ इतरेतरम् अभिप्रेत्य इतरेतरस्य अनुगमनं कुरुतः। द्यावा वर्णं चरतः द्युलोकात् वर्णं प्राप्नुतः। ते एव द्यावौ एतावेव द्यावापि उच्यते। द्योतनात् यतो हि एतयोः द्योतनत्वमपि तु वर्तते। अपि वा द्यावा चरतः अर्थात् तया सह चरतः अर्थात् तृतीयान्तम् एतत् पदं स्यात् तया सह चरतः। उषापि अन्यच्च रात्रिरपि द्युलोकेन सह अर्थात् द्युलोकस्य द्युलोकत्वं रात्रावेव प्रतीयते। यदा सूर्यः अस्माकं पुरस्तात् न भवति तदा चेत् तया सह एतयोः साहचर्यं वर्तते इति स्यात्। आमिनाने आमिनाने अर्थात् आमिन्वाने आमिन्वाने अर्थात् अन्योन्यस्य अध्यात्मं कुर्वाणे अन्योन्यस्य शरीरं तत्र कुरुतः निर्माणं कुरुतः। रात्रे पश्चात् अहरागच्छति अतः अहर्नामानि उत्तराणि द्वादश द्वादश अह्ननामानि भवन्ति अग्रे। अह कस्मात् अह उच्यते चेत् उपाहरन्ति अस्मिन् कर्माणि सर्वेपि प्राणिनः अस्मिन्नेव काले सर्वाणि कर्माणि उपसमीपतः गत्वा आहरन्ति प्राप्नुवन्ति कुर्वन्ति वा तस्यैव निपातो भवति। तस्य अह शब्दस्य अत्र आगमिन्यां ऋचौ ऋचि तत्र निपातः भवति अर्थात् गौणः प्रयोगः। देवता तु तत्र अन्या वर्तते मन्त्रस्य ऋचः अस्यापि निपातस्तत्र वर्तते इति गौणप्रयोगः। अत एव उच्यते वैश्वानरीयायां ऋचि देवता तु तस्य वैश्वानरः वर्तते। अहश्च कृष्णम् अहरर्जुनम् च विवर्तेते रजसि वेद्याभिः। वैश्वानरो जायमानो न राजा अवातिरत् ज्योतिषा अग्नि तमांसि। एकम् अह वर्तते कृष्णम् अहश्च कृष्णम् अपरम् च वर्तते अहश्च अर्जुनम् अर्जुनमिति श्वेतम् चेत् उभयत्रापि अह शब्दो वर्तते रात्रावपि अन्यच्च दिनेऽपि। विवर्तेते परस्परम् एतयोः व्यवहारः वर्तते विवर्तनं वर्तते एकस्य पश्चादन्यः अन्यस्य पश्चादन्यः अन्यस्य पश्चादन्यः इति चक्रवत् परिवर्तनं वर्तेत। रजसि रजांसि लोकाः उच्यन्ते चेत् वेद्याभिः तान् जानन्तः जानतः वैश्वानरो जायमानो यदा वैश्वानरः उत्पन्न भवति सूर्यः न राजा राजा राजा राजतुल्यं राजवत् राजा इव अतिरत् ज्योतिषा प्रकाशेन अग्निः तमांसि तमांसि अतिरत् तमांसि यानि तमांसि भवन्ति अन्धकारः भवति तम् अतिरत् अग्निः सर्वत्रापि यः भवति स वैश्वानरः सूर्य एव उच्यते अतिरत् ज्योतिषा ज्योतिषा अतिरत् अवातिरत् पार करता है पार किया प्रकाशेन देवता ही वर्तते सूर्यो की तो देवता वर्तते हाँ हाँ कर्म नामना दे नाम भवति कर्मणा अहश्च कृष्णम रात्रि ही कृष्णम अह वर्तते रात्रि ही शुक्लम च अह अर्जुनम दिवा भवति दिनम भवति विवर्तेते रजसी वेद्याभिः लो लोकान जानन्तः रजसी इति रंजके दीयते रजसी रंजके वेद्याभिः वेदितव्याभिः प्रवृत्तिभिः एवं दीयते वेदितव्याभिः प्रवृत्ति भी ही रजसी अन्यान रंजयंता तथा विवर्तेते कदाचित अहर आगच्छति कदाचित रात्रि आगच्छति इति तदेउच्यते रजसी वेद्या भी वेदितव्या भी प्रवृत्ति भी वेदितव्या भी प्रवृत्ति भी रजसी रंजयंतौ तौ रंजयंते इति विवर्तेते वैश्वानरो जायमान इव उदयन आदित्य सही उच्यते यदा आदित्य उदेति तदा सर्वेषां ज्योतिषां राजा सैव सर्वेषां ज्योतिषां राजा वर्तते राजा अवाहन अग्निः ज्योतिषा तमांसि तदा ज्योतिषा स्वप्रकाशेन सर्वाण्यपि तमांसि अवाहन नष्टानि करोति अहर नामभ्यः पश्चात् मेघनामान्य आगच्छन्ति मेघनामान्य उत्तराणि त्रिंशत् त्रिंशत् सन्ति मेघः कस्मात् मेहति इति सतः यतो हि असौ मेहति सिञ्चति अतः मेघ इति उच्यते आ उपर उपल यत्र हि मेघनामसु उपर उपल इत्येतौ शब्दौ पठ्येते ततः प्राक् आ इति तत्र मर्यादायाम् इत्येताभ्याम् साधारणानि पर्वतनामभिः उपर उपल इत्येताभ्याम् पुरस्ताद् यानि नामानि तत्र सन्ति मेघनामानि तानि पर्वतनामभिः साधारणानि भवन्ति अर्थात् पर्वतनामसूपि तानि आगच्छन्ति उपर उपल मेघो भवति उपर उपलो वा मेघ उच्यते कथमिति चेत् उपरमन्ते अस्मिन् अभ्राणि चेत मेघात भिन्ना स्थिति ही अब्र शब्देन उच्येत ये तो ही मेघे अभ्राणी तानि उपरमन्ते अभ्राणी इति उपरता आप इति वा उप समीपतः रता अस्मिन् आपः भवन्ति इति उपरः उपलो वा रलयोर भेदः इति वा तेषामेषा भवति उपर उपल इति एतयोः कृते एषा अग्रिमा ऋक् आगच्छति तस्मै ज्येष्ठाय ब्रह्मणे नमः। तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्तिः शान्तिः।